नमस्कारः, अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। अत्र धातुपाठे हल्सन्धिः अभ्यासः इति प्रवर्तमानः अस्ति। तत्र वयं लोलुञ्च् जाग्रः पाप्रच् इति भाब्रश्च झाझ्या इति अङ्लुगन्तधातोः प्रक्रिया दृष्टवन्तः एतावता। अद्य प्रायः अवशिष्टदातवः तत्र कानि सूत्राणि प्रवर्तते हल्सन्धिसूत्राणि इति पश्यामः। तत्र वाव्यद् इति धातुः, व्यधि इति सामान्यधातुः, वाव्यद् इति यङ्लुङन्तधातुः, तत्र किं भवति इति पश्यामः। महाप्राणधकारः अस्ति, अतः तत्र कानि सूत्राणि प्रवर्तते इति पश्यामः। महोदय, भवान् करोति वा? नमस्ते भगिनि, उषा अस्मि। आगतवती। नमस्ते भगिनि, स्वागतं भगिनि। एकनिमिषं, कुत्र अस्ति भगिनि पदं? तत्र अस्माकं करपत्रं 12A इति, तत्र प्रथम अभ्यासः इति कानिचन कुत्र अस्ति इत्युक्ते कित्तिङित् अङ्गकार्यम् इति अस्ति, सिद्धतिङ् प्रत्ययाः यङ् लुगन्तधातूनां कृते सिद्धतिङ् प्रत्ययाः, अनन्तरं दातवः इति केचन दातवः तत्र दत्ताः, तत्र भाव्यद् इति घकारान्तदातुः। खलु धकार अस्ति, धकार अस्ति, अस्तु, व्यावद् वा व्यद् योग अत्र धकारतकार अस्ति, धकारतकार अस्ति, तवर्कीय एव अस्ति, अतः एकवारं धकार तदस्तु न भवति तकार, एकनिमिषं, तकार अस्ति चेत् करिच एव भवति वा? करिच, एकनिमिष, जषन्तः अस्ति वा? ओ अस्तु, आम् आम् जषन्तः अस्ति, अस्तु, जषस्ततो दोधः इत्यनेन तकार अस्ति खलु, ततोः जषन्त अस्ति, अस्तु अस्तु, अतः दः भवति व्यावद् योग ध, व्यावद्योग एकनिमिष, व्यावद्योग अस्तु, व्यावद्योग धि इति, व्यावद्धि इति भवति। समीचीनम्, एकमेव कार्यम् अवशिष्टम्, एकमेव धकार, महाप्राणधकारः अस्ति चेत् परे जश् वर्णः अस्ति चेत् कार्यं किम्? महाप्राणधकारः परे जश् वर्णः, एकवारं, महाप्राणधकार परे जश् वर्णः, जश्वर्ण खलु, जश् द्वयमपि जश् खलु, समीचीनं, तद् तत्र जल् प्रत्याहारे अपि धकारः अस्ति किल, अस्तु अस्तु, धकार धकार अस्ति चेत् लोपः भवति इति अस्ति खलु, जलां जश् धकार धकार अस्ति चेत् तत् चिन्तनं समीचीनं, परन्तु तत्र तु वर्णत्रय संयोगः किल, हल् उत्तरस्य जरः किल, एकवारं व्यावद् व्यावद् धकार धकार अस्ति, इदानीं व्यावद् व्यावद् धकार धकार अस्ति, हल् उत्तरस्य तदेव खलु, हल् उत्तरस्य जर, हल् नास्ति किल, यकारः धकारः न भवति, धकार धकार व्यावद्धि, जलं जलं कुत्र भवति तत्र, जलं जश् जलं जश् एव किल, जलं जश् जशि, आं जशि परे, अस्तु, सम्यक्, जलं जश् जशि इति, अस्तु, व्यावद्धि इति भवति, दकार भवति, अल्पप्रणतकारबद्धि इति अस्ति. व्यावद्धियोग ईत व्यावद्धियोग ईत अत्र किमस्ति सारि व्यावद्योग ईति अस्ति व्यावद्धीति इति वर्णमेलनमस्ति समीचीनं तु अग्रे व्यावद्ध योग सः तत्रापि जशस्ततो धोधः इत्यनेन तत्र दः भवति व्यावद् योग दः व्यावद्धः अनन्तरं जलां जश् इत्यनेन तत्र जस्त्वं व्यावद्धः इति भवति. तस्मात् सर्वं पूर्वम् एकं मुख्यकार्यं विस्मृतवान् महोदय. अस्तु अस्तु अस्तु हा अस्तु अस्तु तः इति कित् नित् अस्ति अतः व्यद् इति धातुः अत्र सम्प्रसारणं भवति वा अस्तु अस्तु अस्तु हा अस्तु क्षमतां तर्हि वकार यकार अस्ति अतः सम्प्रसारणं यकारस्य सम्प्रसारणं भवति व्यावुद् व्यावुद् इकार उकारस्य सारि इकार अकारस्य इकार एव भवति व्याविद्ध यकारः तु नास्ति किल इदं यकारस्य स्थाने एव इकार अकारस्य इकार एव भवति व्याविद्ध योग दः व्याविद्धः अनन्तरं जलां जश् जशि इत्यनेन व्याविद्धः इति भवति वाविद्धः यकारः इदानीं व्या नास्ति वाविद्धः वाविद्धः नकार तत्र ग्रहीजा आम् तत्र ग्रहीजा वै व्यधि व्यष्टि तत्र इक्ष्टिपान् इक् निर्दिष्टं वा स्टिप् निर्दिष्टं वा इक् इक् निर्दिष्टं खलु अत्र अतः सम्प्रसारणं भवति तदपि मुख्यं यदा वयं रहिजा वै व्यदि इति पश्यामः तत्र व्यद् इति इक् इत्यनेन स्टिप् अस्ति चेत् न भवति इति खलु न भवति स्टिप् अस्ति चेत् यङ्ग् लुकि सम्प्रसारणं न भवति समीचीनं व्यावद् सारि वा व्यद् व्यावद् व्यधति इति किमपि नास्ति अत्र वर्णमेलनमस्ति अग्रे व्यावद् वा व्यद् योग सि अस्ति व्यावद् योग सि इदानीं तत्र धकार अस्ति सकार अस्ति जस्त्वं भवति वा जलां क्षम्यतां धकार सकार अस्ति जलां जश्चि जश्वर् नास्ति वा एकवारं ततो एकनिमिषं भगिनि धकार सि इति किमर्थं मम मनसि किमपि न आगच्छति एकवारं प्रायः अभ्यासनं धकार सकार अस्ति एकनिमिष सकार अस्ति सि परे कार्यमस्ति कार् अस्ति वा हा करि हा कर अस्ति तत्पूर्वं किमपि अस्ति वा इति पश्यामि धकार सकार नास्ति हा तर्हि करि करिचैतन्येन करिचैतन्येन क तत्र ककारः क्षम्यतां धकार अस्ति खलु धकारस्य घकारः भवति करिचैतन्येन घकार अस्ति इदानीं तत्र अग्रे ककार अस्ति चेत् किमर्थं ककार ककार ककार अस्ति क्षम्यतां धकार धकारस्य स्थाने चर् तकार अस्ति तकारः अस्ति तर्हि तकार अस्ति चेत् किं भवति एकवारं तकार व्यावत् अत्र नास्ति किमपि कार्यं नास्ति किमपि नास्ति सम्यक् नास्ति तावदेव एकमेव कार्यं सत्वमेव अस्तु व्यावद् योग ईशि व्यावद्धीशि अत्र किमपि नास्ति व्यावद् योग तः अत्र जस् वर्णः अस्ति जशस्ततो दोधः इत्यनेन धकारः व्यावद्योग धः इति तस्मात् पूर्वं अस्तु सम्प्रसारणं भवति आम् सम्प्रसारणं क्षम्यतां नित् अस्ति अतः सम्प्रसारणं भवति यकारस्य इकारः भवति अकारस्य किमस्ति तत् पूर्वरूपसन्धि वा अथवा लोपः वा किमस्ति भगिनि सम्प्रसारणाच्च इति सूत्रं किल पूर्वपरयोः अस्तु पूर्वपरयोः पररूप पूर्वरूपादेशः अस्तु पुरपर एक पूर्वरूपादेशः अस्तु एकादेशः एकादेशः आमां समीचीनं वा किमस्ति व्याविद्योग व्यावित् योगतः इदानीं तत्र धकारस्य तकारे परे धकारः भवति जथस्ततोर्धोधः इत्यनेन तत्र तत्र अनन्तरं जस्त्वं भवति जलां झष् झषि इत्यनेन जलां झष् झष् झषि इति पदे अतः वा व्या सारि किं वदामः वा विद् व्याविद्धि व्याविद्धः इति किं वदामः व्याविद्धः इति भवति तर्हि अत्र अनन्तरम् अत्र व्याविद्ध इति तत्रापि व्याविद्ध इति एव आम् इदानीं व्यावद् योग मी अस्ति व्यावद् योग मी अत्र धकारस्य मकारः अस्ति तत्र जलां झषि इति न भवति मी इति पितस्य अतः तत्र सम्प्रसारणं न भवति धकारः अस्ति जलां झषि जलां झष् झषि परि नास्ति वेद्मि इति एव वा तावदेव आम् तावदेव तत्र किमपि तावदेव वा वेद् योग ईमि व्याव वा व्यधीमि इति भवति अग्रे वः इति अस्ति अस्तु तदपि वः इति सम्प्रसारणकार्यं भवति तत्र वः इति नित् अस्ति अपि तस्य अतः व्या वा वा वकार यकारस्य इकारः अनन्तरम् अकार इकारयोः पूर्वरूपसन्धि व्याविद् व्याविद्वः इति अस्ति व्याविद्वः एव व्याविद्वः इति अग्रे वाविद् वाविद्मः इति एव कार्यं सम्यक् केवलं सम्प्रसारणकार्यमेव विशिष्टमन्त्र तावत् किमपि नास्ति यत्र अपित् प्रत्ययः अस्ति अलादि वा अजादि वा भवतु तत्र सम्प्रसारणकार्यं भवति एव तावदेव तत्र जशस्ततोर्धः तु वयं पूर्वमपि दृष्टवन्तः पूर्वस्मिन् प्रायः अतः तत्तु नूतनं नास्ति अत्र सम्प्रसारणकार्यम् अस्ति इत्येव अस्तु महोदय धन्यवादः भगिनी अरुणा भगिनी लोटि करोति वा लोट्लकारे थु ई तु तात् ताम् अतु हि तात् तं ता आने आवाम ओके वि आर् डूयिङ्ग् वाव् वाव्यद् योगः थु हलादिपित् अस्ति किं भवति भगिनि समानकार्यमेव जशस्ततो दोर्धः जलां झषि एव तत्र केवलम् अस्माकं सम्प्रसारणकार्यमेव विशिष्टं किमपि अन्यद् नास्ति समानप्रक्रिया एव प्रथमं जशस्ततोर्धोर्धः किं भवति जश जशन्तधातुः अस्ति धा इति महाप्राणः जशन्तः परे तकारः अस्ति ततोः जशः ततोः धोः अधः अतः तक्र तकारस्य स्थाने प्रत्ययस्य स्थाने धकारादेशः वाव्यद् योगः धु इति इदानीं जलां झष् झषि अल्पप्राणः भवति. अल्पप्राणः भवति. दशन्तधातुः परे तकारः वा थकारः अस्ति चेत् तेषां स्थाने धकार आदेशः भवति. तावदेव कार्यं तत्र. ईतु केवलं वर्णमेलनं वा व्यधीतु तात् अपि अस्ति सम्प्रसारणं भवति भगिनि वावि. आम् अवश्यं भवति. वाविद् तात् जलां जश् जशि न खर् जशतोर्दोर्दः अनन्तरं जलां जश् ओके सो वाविद् धात् वाविद्धात् जल जशस्ततोर्दोर्दः जलां जश्चषि तत्र जलां जश्चषि इत्यनेन धाद् इति भवति वा अवसाने इत्यस्य अवसरः धात् वाविधाद् वावितात् इति रूपद्वयं तत्र भवति. यत्र यत्र पदान्ते जलां जश् क्षम्यतां यत्र यत्र तत्र द्वाविधाद् इति आगच्छति तत्र अन्ते दकारः अस्ति इति कृत्वा वा अवसाने इत्यस्य अवसरः. थाम् अस्ति पदमपुष द्विवचनम् अत्र समानकार्यमेव जस्तोर्धः जलां जश्चि सूत्रेण सम्प्रसारणं भवति पदमं वाविद् वाविद् धातुः अस्ति. तदनन्तरं तदनन्तरं जल जष्टोर्धः जलां जशि वाविद्धितां वाविद्धिताम् अतु अत्र वाविदि व्या वाविदतु तत्रापि सम्प्रसारणं हि तात् हि अपि अस्ति तत्र एकं सूत्रमस्ति प्रथमं सम्प्रसारणं करोति भवति तदनन्तरं हि स्थाने धि आदेशः केन सूत्रेण जल्भ्यो हेर्दिः इति भवति किल हेः दिः हे स्थाने आम् वाविद् योगः दि इदानीं जलां जश्चषि वाविद्धि सम्यक् तात् तात् अस्ति अत्र पूर्वमेव सम्प्रसारणं भवति तदनन्तरं जस्ततोधः जलां जशि तेन वाविद्धितं वाविद्धिता आविधानि अत्र वर्णमेलनमेव आनि अस्ति समीचीनं सम्यक् भगिनि. केवलं सम्प्रसारणकार्यं हि परे तु हूजल्भ्यो हेर्तिः इति सूत्रस्य प्रसक्तिः तावदेव कार्यम् अत्र. समीचीनं. उषा भगिनी वदति वा लङ्गि. आं भगिनि वाव्यद् योगः तकारः लङ्लकारः तकारः वाव्यद् योगः तकारः प्रथमम् अकार लुङ् लङ् लृङ् ष्वट् उदातः इति सूत्रेण अडागमः भवति. वाव्यद् अवाव्यद् योगः तकारः हल्न्याभ्यो दीर्घात् सुतिस्य पृक्तं हल् इति सूत्रेण तकारलोपः भवति प्रत्ययलोपः भवति अवाव्यद् इति भवति अवाव्यद् अवाव्यद् इति स्थाने जलां जशोन्ते इति सूत्रेण अवाव्यद् इति अवाव्यद् भवति अवाव्यद् अनेन वावसाने वावसाने इति सूत्रेण चर्त्वं भवति अवाव्यत् भवति अवाव्यद् अवाव्यत् देन् तकार ईत् ईत् इति अपित् अस्ति अवाव्यद् योगः ईत् वर्णमेलनमेव अवाव्यदीत् भवति अवाव्यद् योगः ताम् अवाव्यद् योगः ताम् ताम् इति अपित् प्रत्ययः सम्प्रसारणकार्यं भवति अवाव्यद् योगः ताम् अवाव्यद् यकारस्य स्थाने इकार आदेशः भवति यकार अकारस्थाने इकार आदेशः भवति अवाव्यद् इति अवाविद् भवति अवाविद् योगः ताम् अवाविद् योगः ताम् धकारः अन्ते अस्ति जशः अस्ति जशस्ततोर्दो दः इति सूत्रेण धकारस्य परे ताम् इति धाम् भवति अवाव्यद् योगः धाम् भवति अवाव्यद् योगः ताम् भवति धाम् भवति देन् जलां जश् जशि इति सूत्रेण धकार व्यद् इति विद् विद् ओ वाट् अ मिसिङ्ग् अवाविद् अवाविद् योगः धाम् अवाविद्धाम् धकारस्य स्थाने महाप्राणधकारस्य स्थाने अल्पप्राणः भवति अवाविद्धाम् इति भवति समीचीनम् उत्तमम् अग्रे देन् अवाव्यद् अवाव्यद् योगः उहु उहु इति अपित् प्रत्ययः सम्प्रसारणं नास्ति भगिनि सम्प्रसारणं तु यदा अपित् प्रत्ययः अस्ति तत्र भवति हलादि वा अजादि वा अजादि आल्सो ओके ङित् कित् ङित् प्रत्यये परे कार्यं कित् ङित् हल् वा अच् वा इति किमपि नास्ति ओके ओके सो सम्प्रसारणकार्यं भवति चेत् अवाविद् अवाविद् योगः उः सो अवाविदुः भवति सम्यक् तावदेव मध्यमपुरुष देन् सकारः मध्यमपुरुष एकवचनं अवाव्यद् योगः सकारः सकारः हल्ङ्याभ्यो दीर्घात् सुतुस्य पृक्तं हल् इति सूत्रेण सकारलोपः भवति अवाव्यद् यो अवाव्यद् भवति जलां जशो जलां जशोन्ते जलां जशोन्ते इति सूत्रेण अवाव्यद् भवति महाप्राणस्थाने दकारस्य स्थाने अल्पप्राणः भवति अवाव्यद् भवति वावसाने इति सूत्रेण चर्त्वं भवति अवाव्यत् भवति अत्र एकम् अन्यत् रूपमपि अस्ति धकारः अस्ति किल अन्ते अतः सिपि परे एकं सूत्रं वयं पठितवन्तः सिपिपरे रकारः भवति भगिनि दश्च इति सूत्रं किल तत्र स्मरति वा पूर्वं पठितवन्तः बहु पूर्वं प्रायः दश्च इत्यनेन दकारस्य यदा भवती उक्तवती ऋत्वं भवति तत्र दश्च इति एकं तत्र सिपि धातोरुर्व किं तिप्य अनस्तेः सिपि धातोरुर्व दश्च इति आगच्छति किल तत्र दश्च इत्यनेन यदा भवती उक्तवती ऋत्वं ऋत्वं भवति चेत् अग्रे किं भवति अवाव्यर् भवति अवाव्यर् सकारः प्रत्ययलोपे प्रत्ययलक्षणं भवति बट् ऐ गेस् खरवसानयो विसर्जनीयः तदेव अवाव्यः अवव्ययः भवति. अवसानः अस्ति कर्वर्णः, अतः कर अवसानयो विसर्जनीयः, रूस्थाने विसर्गः. तावदेव सिपि धातो भगिनि, सिपि धातु तस्य अग्रिमसूत्रं दश्च दश्च दश्च दश्च सिपि अनस्तेः तस्मात् पूर्वं किल. आं भगिनि, दश्च इति सूत्रं नाट् फार् महाप्राणधकार आल्सो इस् देर् भगिनि? न न न, अल्प यदा अभाव्यद् इति जातः पदसंज्ञा जातः किल, अतः पदसंज्ञा देन् जलां जशोन्ते देन् वावसाने देन् वाव्यद् अवाव्यद् भवति देन् अवाव्यद् देन् दश्च ओके अवाव्यः भवति ओके. देन् अवाव्यद् अवाव्यद् योगः तम् अवाव्यद् योगः तम् तम् इति अपित् अस्ति, अपित् सम्प्रसारणकार्यं भवति, सम्प्रसारणकार्यम् अनन्तरम् अवाविद् योगः तम् भवति. जषस्ततोर्धोदः इति सूत्रेण अवाविद् योगः तम् इति तम् इति धम् भवति, अवाविद् योगः तम् देन् जलां जश् जशि इति सूत्रेण धकारस्य धकारस् महाप्राणधकारस्य स्थाने अल्पप्राणधकारः भवति. अवाव्यद् धम् भवति, अवाव्यद्धं भवति, अवाव्यद् योगः तकारः, अवाव्यद् योगः तकारः सिमिलर् प्रक्रिया. देन् सो अवाविद् योगः थ भवति, अवाविद् योगः थ जषस्ततोर्धोदः जलां जश् जशि इति सूत्र सूत्रद्वयं कार्यम् अनन्तरम् अवाविद् अवाविद्ध अवाविद्ध भवति. अम् अवाव्यद् योगः अम् अम् इति पित् प्रत्ययः, पित् प्रत्ययः, तस्मात् वर्णमेलनमेव अवाव्यद्धम् अवाव्यद्धं भवति. देन् अवाव्यद् योगः व सम्प्रसारणं भवति, अवाविद् अवाविद्व अवाविद्म. समीचीनं, तावदेव तत्र समीचीनं भवति. धन्यवादः महोदय. विधिलिङ्ग् वदति वा? महोदय अस्ति वा? रघुपतिमहोदय हा श्रूयते वा? क्षम्यतां, म्यूट् मध्ये आसम्. यात् यातां युः तत्र सर्वत्र अपित् अस्ति, अतः तत्र सम्प्रसारणं भवति, अतः वावि वाविद् इति वाविद् योगयात् वाविद् योगयात् वर्णमेरलमेव, अतः एकनिमिषं तदेव अस्ति. वा वाविद्यात् वाविद्यातां वाविद् वाविद् वावि वाविद्युः वाविद्याः वाविद्यातां वाविद्यात वाविद्याम वाविद्याव वाविद्याम इति वाविद्यां यावयाम वाविद्याम वाविद्यां यावयाम. सम्यक् समीचीनम्. अतः महोदय भवान् एव अग्रिमधातुः तस्य वावश् अस्ति. अस्तु, वावश् योग ति अस्ति, वावश् वावश् इति तत्र चचांशः इत्यनेन शकारस्य एकवारं चचांशः इत्यनेनैव भवति. चषांशः तालव्यचकारस्य मूर्धन्यः किल, तालव्यस्य मूर्धन्यः किल. अत्र तु साक्षात् मूर्धन्यशकारः अस्ति. एकवारं मूर्धन्य नास्ति खलु वा अवश्यं खलु तालव्य तालव्य अस्ति खलु शकार मूर्धन्य चषांचः इत्यनेन चषांशः इत्यनेन वावश् वावश्योग ति वावश्योग ति इदानीं तत्र अष्टुत्वं भवति वावष्टि इति भवति वावष्टि वावष्टि इति वावश्योग सारी वावश्योग इति चषां शः इति भवति वा एकवारं चषांशः इति कः न भवति न भवति अतः वावशीति वावशीति इति भवति वावश् वावश्योगतः इति अस्ति तत्र भवति षत्वं भवति वावश्योगतः वावश्योगतः अनन्तरष्टुत्वं वावष्टः वावश्योगाति वावशति इति अत्र किमपि नास्ति वावश्योग सि इति अस्ति वावश्योगसि अत्र चलि अस्ति अतः वावश् षकारः भवति वावश्योग सि षडोः एकवारं कः भवति सि परे सि परे भवति अस्तु अस्तु तर्हि तत्र कः भवति अत्र वावक् वावक् योगसि अनन्तरं वावक् योगसि वावक्षि इति भवति आदेशप्रत्ययेन वावक्षि समीचीनं वावश् योग ईशि तत्र वर्णमेलनं वावशीषि इति भवति वावश्योगतः अत्रापि षकारः अनन्तरं थकारस्य अष्टुत्वं वावश् अष्टुत्वम् अत्र वावष् ठक वावष्टः इति भवति वावष्टः वावष्ट इति अनन्तरं वावश्योगमि वा तत्र वावश् किमपि नास्ति वावशिमि इति वावशीमि वावश्योग वः अत्र षत्वं षत्वं न भवति वावश् वावश्वः वावश्म वावश्वः वावश्मः इति एव खलु आम् तावदेव तत्र केवलम् अस्माकं रश्च भश्च इति सूत्रस्य कार्यम् अन्यत् किमपि नास्ति षडोः कहसि षडोः सम्यक् धन्यवादः महोदय उषा भगिनी लोट् करोति वा आं भगिनि वावश् योगः तु वावश् योगः तु पित् प्रत्ययः वावश् योगः वावश् वृश्च भ्रश्च सूत्र वृश्च भ्रश्च मृज यज् चषांशः इति सूत्रेण शकारस्य स्थाने शकार आदेशः भवति वा व्रश् तु ष्टुनाष्टुः इति सूत्रेण तक तु इति स्थाने तुत्वं भवति टकार भवति वा व्रष्टु इति भवति रेपः एव नास्ति किल वावश् एव वावश् वावश् वावष्टु वावष्टु वावश् योगः ईतु वावश्योगः ईतु वर्णमेलनम् एव ईतु इति जल् नास्ति व्रश्च भ्रश्च इति सूत्रेण प्रसक्तिः नास्ति ईतु वर्णमेलनं वावशीतु वावशीतु वावश्योगः तात् वावश्योगः तात् इति तात् इति अपित् अस्ति भ्रश्च भ्रश्च इति सूत्रेण शकारस्य स्थाने मूर्धन्यशकारः भवति वावश् योगः तात् वावश् ष्टुनाष्टुः इति सूत्रेण तात् इति स्थाने टात् भवति वावष्टात् वावष्टात् भवति वावश् वावश् योगः तां भ्रश्च भ्रश्च कार्यं करोति, अनन्तरं शृणाष्टुः इति सूत्रेण ष्टुत्वं भवति, वा वश् ताम् देन् वा वश् योगः अतु, अतु इति वा जलि नास्ति, वा वा वशतु, वा वशतु भवति. हि वा वश् योगः हि, हि स्थाने धी भवति भगिनि, या शकार न शकारः हू झल् झल् नास्ति, झल् झबन् कपचटल् ओ ओके या झल् अस्ति वा वश्. हि स्थाने धी हू झल् भ्योहे धिः इति सूत्रेण धी भवति, वा वश् योगः धी भवति, धी वा वश् धी धी शकारः योः योगः धकारः. वाट् कार्यं भवति शकारः योगः धकारः ब्रश्च ब्रश्च ब्रश्च ब्रश्च झल् या दिस् इस् झल् या ब्रश्च ब्रश्च इति सूत्रेण शकारस्य स्थाने शकारः भवति. देन् शृणाष्टुः इति सूत्रेण धकारस्य स्थाने ष्टुत्वं भवति. सो वा वश् योगः वा वश् योगः टि वा वष्टि वा वष्टि देन् वा वश् योगः टि आर् डि डि भवति रैट् भगिनि डि मूर्धन्य या महाप्राण या धकारस्य स्थाने मूर्धन्य मूर्धन्य महाप्राणः भवति या वा वश् योगः ढि भवति. देन् वा वश् योगः डि वा शकारः जलां झष् झषि इति सूत्रेण वा शकारस्य स्थाने डकार आदेशः भवति रैट् भगिनि वा वड् वा वड्ढि भवति वा वड्ढि भवति वा वश् योगः तात् वा वश् योगः तात् झल् दिस् इस् पदान्त झलि सो अपित् वा वश् योगः व्रश्च ब्रश्च इति सूत्रेण षत्वं भवति वा वश् भवति वा वश् योगः तात् भवति शृणाष्टुः इति सूत्रेण श्रुत्वं भवति श्रुत्वं भवति वा वश् टुत् न न वा वष्टात् वाट् आम् ऐ से वा वष्टात् देन् वा वश् योगः तं वा वश् योगः स्तं श्रुत् व्रश्च ब्रश्च इति सूत्रेण शकारस्य स्थाने शकार आदेशः भवति वा वश् योगः तं शृणाष्टुः इति सूत्रेण श्रुत्वं भवति वा वश् योगः टं भवति वा वष्टं वा वश् योगः तकारः प्रक्रिया तु समानकार्यमेव वा वश् वा वष्ट भवति वा वश् योगः आनि आनि इति पित् अस्ति आनि वर्णमेलनमेव वा वशानि वा वशाव वा वशाम भवति समीचीनं वा वशानि एव तत्र किमपि कार्यं नास्ति सम्यक् धन्यवादः भगिनि अरुणा भगिनी भगिनि प्रथमम् अडागम् आगच्छति लुङ्लङ्गं श्रोतदात्त इति सूत्रेण अवावश् भवति तदनन्तरं तदनन्तरं शकारस्थाने मूर्धन्यशकारः वश्च वश्च सूत्रेण वावश् युगहाति स्तुत्वं वावष्टि थकार क्षम्यतां वावष्ट अवावष्ट् अवावष्ट् एव भगिनि अवावष्ट् समीचीनम् ईत् अस्ति अपित् सम्प्रसारणं भवति वा सम्प्रसारणमेव कार्यं नास्ति भगिनि अत्र सम्प्रसारणधातुः नास्ति साधा सामान्यधातुः एव ओ या क्षम्यतां वा विश्वत् शकार वस्त्रव्रच मूर्धन्यशकार आदेशः भवति वाविश् अवाविश् अवाविशि अवाविशि अवाविशि ताम् अपित् अस्ति अववाष्ठाम् अवष्ठाम् अवावष्टुः उः अस्ति जुषुः सूत्रं जुषु सकार अस्ति चेत् अवावशः भगिनि यदा वयं तकारे परे कृतवन्तः तादृशमेव प्रथमं हल्न्याभ्योदीकात् इत्यनेन लोपः अनन्तरं ब्रश्च ब्रश्च इत्यनेन शकारः आगच्छति शकारस्य स्थाने इदानीं जलां जशोन्ते किल एव तकारनास्ति ताम् अस्ति अत्रापि अवावष्ट अम्मस्ति अवावर्षष्टम् अवावर्षं न न तत्र किमपि न भवति केवलम् अवावर्षम् अवकारस्थाने अवकारलोपः भवति भगिनि न न किमपि अवावकारः भवति प्रथमं वर्षभ्रष्टसूत्रे शकारः अपि न भवति व्रष्टभ्रष्ट इति हलि हलिपरे एव किल हलि वा पदान्ते वा जलि वा पदान्ते वा तत्तु वकारमकारः तु जलि नास्ति किल कार्यं किं भवति किमपि नास्ति केवलं वर्णः अवावश्व अवावश्व अवावश्म समीचीनम् अवावश्व अवामश्म इत्येव भवति भवती एव विधिलिङ्गि अपि वदति वा तत्र केवलं वर्णम् ववावश्यतां ववावश्यातां ववावश्युः ववावश्याः ववावश्यातां तं ववावश्यता ववावश्यां यां ववावश्याव ववावश्याम सम्यक् परन्तु अकारः नास्ति तावत् भवति अवश्यं भवति तावदेव तत्र भेदः सम्यक् भगिनि इदानीं प्रायः महोदय लटि द्विवारं कृतवान् अतः महोदय भवान् लोटि करोतु उषा भगिनी लटि करोति वा योग तु इति अस्ति वाच् योग तु इति इदानीं तु एकवारं किमस्ति तत्र वाच् योग तु चकार तकार अस्ति तर्हि चुहुकुः भवति वा एकवारं चुहुकुः प्रथमं भवति भवति हा वाव्यच् एकवारं महोदय भगिनि अत्र वाव्यच् खलु हा वाव्यच् वाव्यच् योग तु वाव्यक् योग तु इति ककार तकार किमपि नास्ति वाव्यक् तु इति भवति तावदेव तत्र यद्यपि तत्र करीच इत्यनेन परिवर्तनं नास्ति तदापि तस्य प्रसक्तिः अस्ति करिचैत्यनेन तत्र करवर्णे कर एव अस्ति अत्र करिचन चर्त्वं भवति तत्र चर्वर्ण अस्ति एव अतः समीचीनं वाव्यच् योग ई तु किमपि नास्ति वर्णमेव वा व्यचीतु. इदानीं वा व्यच् योग तात् इति अस्ति वच् वच् खलु वच् सचि इत्यादीनाम् इति अस्तु वच् वा यत् एतत् एकवारं व्यच् तत्तु सम्प्रसारणं भवति वा तत्र अस्ति वा इक् इक् इत्यनेन निर्दिष्टं वा वचि दातु नास्ति खलु वचि स्वपि अजादीनां व्यचि वचि स्वपि अजादीनां तत्तु भिन्नं खलु व्यचि नास्ति तत्तु एतद् तत्तु वचि आम् अत्र ग्रहीज वै व्यधि व्यचि तत्र ग्रहीज्य वेदि वेचि वेचि अस्ति अस्तु सम्प्रसारणं भवति तत्र इक् इकिलेन अतः सम्प्रसारणं सम्प्रसारणम् क्षम्यतां महोदय तत्र ग्रहीज वै व्यधि वष्टि विच्छति वृच्छति पृच्छति वृजति नाम किल एतत्तु विच्छति किल विच्छति वा व्यच्छति विच्छति एव भवति किल तस्य सम्प्रसारणं विच्छति इदं तर्हि इष्टिपो अस्ति तत्र स्टिप् इति स्टिपा निर्दिष्टमस्ति अतः सम्प्रसारणं न भवति न भवति गच्छति इति खलु ति इति अस्ति स्टिप् तर्हि व्यवच् व्यवच् योग तात् तत्र चोहुकु इत्यनेन व्यवच् तात् इति अत्र अनन्तरं करिच इत्यनेन क्षम्यताम् अस्तु सम्प्रसारं नास्ति खलु अतः व्यवक् तात् एव भवति चत्वं तदेव अस्ति तर्हि ताम् इति व्यवक् ताम् इति अत्रापि किमपि कार्यं नास्ति व्यवच् योग तु व्यवचतु वा व्यचतु इति भवति किमपि कार्यं नास्ति अग्रे वा व्यच् योग हि इति अस्ति तत्र हू जल्बो हेद्धि इत्यनेन धि भवति वा व्यच् योग धि अस्ति इदानीं धि अस्ति तर्हि धकार अस्ति अतः चकार अस्ति तत्र चकारस्य इदानीं चोहुकुः एकवारं चोहुकुः एव खलु अस्तु चोहुकु जलि पर्यस्तु जलि अस्ति अतः वा व्यक् योगधि व्यक् योगधि अस्ति इदानीं तत्र व्यक् योगति धीदं जलां जश् जशि इति व्यावग्धि इति भवति सम्यक् वा व्यावग् सम्यक् वा व्यच् तात् तत्र तात् अस्ति अथवा व्यावच् व्यावक् वा व्यक् तात् इति भवति अथवा वा व्यक् ताद् इति भवति वावसाने इत्यनेन द्वयं वा व्यच् तं व्या वा व्यक्तं व्या वा व्यक्त वा व्यच् योगानि व्यावचानि वा व्याचानि व्याचाव व्याचाम इति तावदेव सम्यक् महोदय तत्र भेदः किम् इत्युक्ते व्यधि इत्यत्र सम्प्रसारणं भवति व्यच् इत्यत्र यङ्लुकि सम्प्रसारणं न भवति तावदेव भेदः अन्यत् सर्वं समानरूपेण आगच्छति किल आमां समीचीनं धन्यवादः अस्तु उषा भगिनी लटी वदति वा इदानीं लटीरूपं वा व्यच् योगः ति वा व्यच् योगः ति टिप् अस्ति व्याव्यक्ति चोहोकुः भगिनि चोहोकुः वा व्यक्ति इति भवति वा व्यच् योगः इति जलि नास्ति व्या वा व्यचीति व्याव्यचीति भवति वा व्यच् योगः तः वा व्यच् योगः तः अपि तस्ति सम्प्रसारणं नास्ति इक्ष्टिपो धातुनिर्देशः इति कारणेन सम्प्रसारणं नास्ति वा व्यच् योगः तः व्याव्यक् तः भवति चोहोकुः इति सूत्रेण वा व्यच् योगः अति ओ तः या वा व्यक्तः ओके व्या वा वा व्यच् योगः अति वा व्यच् योगः अति वा व्यचति अर्चोः कुः जलि नास्ति जलि नास्ति ओके जलि ओके वा व्यचति भवति वा व्यच् योगः सि पित् अस्ति वा वा व्यक्षि आदेशप्रत्ययः वा व्यक्षि भवति वा व्यच् योगः ईषि वर्णमेलनमेव वा व्यचीषि भवति वा व्यच् योगः थः सम्प्रसारणं नास्ति चोहो कुः इति सूत्रेण वा व्यक् थः भवति वा व्यच् योगः थ वा व्यक् थ भवति वा व्यच् योगः मि पित् अस्ति व्या वा चोः कुः नास्ति वा व्यच्मि भवति वा व्यच्मि भवति व्या वा व्यच् योगः ईमि वा व्यचीमि भवति वा व्यच् योगः वः वा व्यच् वा व्यक् वः जलि देर् चोः कुः तत्र वकारमकारः जलि अस्ति वा वकारमकारः जलि नास्ति वा व्यक् वः वा ककारः वा व्यच् वः वा व्यच् मः भगिनि किमर्थं मध्यम पुरुष द्विवचने तः सम्प्रसारं न किमर्थं न भवति तः अपि तत्र स्थिपा निर्देशः अस्ति किल अतः न भवति अतः एव न भवति आम् भवत्याः क्रमः भवति पुनः लङ्लकारः चिन्ता नास्ति अडाकम् आगच्छति अवाव्यच् योगः तकार तकारलोपः भवति तदनन्तरं अवा चोः कुः इति ककारः आगच्छति अवावक्त तकारलोपः तु जातः किल अवाव्यक् अवाव्यक् अवाव्यक् थाम् अत्र ईत् वर्णमेलनमेव अवाव्ययीत् थाम् अत्रापि सम्प्रसारं न भवति अवाव्यच् चोः कुः इति ककार आगच्छति अवाव्यक्ताम् अवाव्यचुः अवाव्यचुः सकार अस्ति अत्रापि अवावश् अवाव्यक् एव भवति अवाव्यक्षीः अवाव्यक्तम् अवाव्यक्त अवाव्यच्छां स्वरः परः अस्ति चेत् चोः कुः न भवति अवाव्यचीः अवाव्यच अवाव्यच्छं अवाव्यच्छ्व अवाव्यच्छ्म यत्र परे जलि अस्ति चेदेव चोः कुः पदान्ते वा जलि परे अथवा नास्ति न भवति समीचीनम् अस्तु महोदय लिङ्गि वदिलिङ्गि वदति वा एकवारं अत्र व्यावद् सारि व्याव्यच् वाव अत्र किमपि कार्यं नास्ति चकार अस्ति अर्कुत्वं न भवति अतः सम्प्रसारणमपि नास्ति वाव्यच्यात् वाव्यच्यातां वाव्यचुः वाव्यच्युः वाव्यच्याः वाव्यच्यातां वाव्यच्याता वाव्यच्याम वाव्यच्याव वाव्यच् श्याम इति रूपं तावदेव उच्चारणे उच्चारणे तत्र व्यक्तिः इति आगच्छति किल वा व्यक्तिः व्यक्तिः इति रूपं अत्र अस्मिन् धातोः एव आगच्छति वा इति मम किञ्चित् वा व्यच्छति यदा वयं कृतवन्तः तत्र वा व्यक्ति इति रूपम् आगच्छति किल व्यक्ति इति एकं सुबन्तपदमस्ति वच् धातोः वा व्यच् धातोः वा व्यक्तिः एव भवति वा पश्यामि रूपं सर्वं साधु एव दृश्यते अस्तु अग्रिमम् अस्ति व्रश्च वा व्रश्च इति महोदय भवान् लङ् न कृतवान् किल लङ् इति आरम्भं करोतु किञ्चित् मिक्सप् कुर्मः अस्तु वाव्रश्च योग तकार अस्ति अस्तु अवाव्रश्च योग त इति अस्ति इदानीम् अवाव्रश्च योग त इति अस्ति तर्हि एकादिंशं भगिनि तत्र तत्र तकारस्य एकः हल्गाब दीर्घात् सूतिस्य पृथक् हल् तस्य एव कार्यं खलु तत् प्रथमम् अस्तु तस्य एव कार्यमस्ति वाव्रश्च इति भवति इदानीं वाव्रश्च इति अस्ति वाव्रश्च इदानीं वाव्रश्च तत्र वाव्रश्च सकार शकार अस्ति षड् एकवारं चकार अस्ति वाव्रक् वाव्रस्क् इति भवति तदेकं सूत्रं वयं तत्र चकारस्य लोपः भवति वा चकारस्कोः संयोगाद्यस्य इत्यनेन खलु केन सूत्रेण भगिनि केन सूत्रेण कोः संयोगाद्योरन्ते तत्र मूले सकार अस्ति खलु अतः एव तत्र यद्यपि अत्र शकार दृश्यते व्रश्च सकार अस्ति खलु भगिनि तत्र आम् अकृतव्यूहाः पाणिनीयाः इति पठितवन्तः किल न शिष्यमानं किमपि निमित्तं न स्वीकर्तव्यं तस्य लोपः तु भवति एव इति कृत्वा तद् सकारः एव दृश्यते कोः संयोगाद्योरन्ते च इत्यस्य दृष्ट्या अतः तस्य लोपः तु जातः इदानीं स्वदस्य लोपः न भवति इदानीं तत्र सकारस्य लोपः न भवति तत्र वाव्रश्च इति यथा अस्ति इदानीं पदसंज्ञा जातः तत्र संयोगः अस्ति शकारचकारयोः ताळव्यशकारः चकारयोः परन्तु तत्र अकृतव्यूहाः पाणिनीयाः इति एका परिभाषा वयं पठितवन्तः प्रायः प्रथमधातुपाठे हल् सन्धिः प्रथमभागः वा द्वितीयभागः वा तत्र वाव्रश्च इत्येव धातुः स्वीकृत्य पठितवन्तः तत्र किं भवति इत्युक्ते नशिष्यमाणः निमित्तं न स्वीकर्तव्यः इति तत्र अग्रे व्रश्च व्रश्च इत्यनेन शकारस्य स्थाने शकारस्य स्थाने मूर्धन्यशकारादेशः भवति इत्यनेन तत्र यद् सकारः एव दृश्यते स्कोः संयोगाद्यरन्ते च इत्यस्य दृष्ट्या तद् लोपः जातः इदानीम् अन्यथा संयोगान्तस्य लोपः इत्यनेन चकारस्य लोपः भवेत् खलु अपवादसूत्रमस्ति स्कोः संयोगान्ते संयोगान्ते च पदान्ते अपि च अपदान् को संयोगान्ते अस्तु संयोगान्ते इत्यनेन अस्तु वाव्रच् एकवारं वाव् तर्हि सकारः नास्ति वाव्रच् इति अस्ति वा सोरि अवाव्रच् अस्ति इदानीम् अवाव्रच् तर्हि एकनिमिषं तत्र अस्तु तत्र अवाव्रक् इति भवति न अस्माकं भ्रष्ट्यभ्रष्ट्य सूत्रं भ्रष्ट्यभ्रष्ट इत्यत्र भ्रष्ट इति परिगणितदातुः साक्षात् तत्र तर्हि शकार भवति अवावृष् इति भवति अवावृष् इदानीं तत्र जत्वं भूत अवावृड् इति भवति अथवा अवावृट् इति चत्वं पावसानित्यनेन रूपम् अस्ति अवावृट् इत्यस्ति सम्यक् तर्हि अग्रे अवावृश्च योग ईत अत्र अवावृश्च योग ईत तत्र किमपि न भवति अवावृश्चीत इति भवति वृश्चीत् इति रूपम् अग्रे अवावृश्च योग व्रश्च अवावृश्च योग ताम् इति अस्ति अवावृश्च अवावृश्च योग ताम् इति अस्ति तर्हि तत्र चकारस्य एकवारं तत्र चक तर्हि तत्र व्रश्च भ्रश्च इत्यनेन अवावृश्च चकारस्य षकारः भवति श्योगतां तर्हि सकारस्य सकारस्लोपः भवति वा महोदय अत्र एकवारं निमिषं समानकार्यमेव अपदान्ते अपदान्ते अस्तु षडोकः सोरि क्षम्यतां स्कोः संयोगः अस्तु सकारस्य लोपः अवावृश्युगतां तत्र इदानीं स्तुत्वम् अवावृष्टाम् इति भवति इति रूपं समीचीनम् अग्रे अवावृश्च योग उः अस्ति अवावृश्च योग सु अत्रापि अवावृश्च एकवारम् अवावृश्च चकार अस्ति तर्हि तत्र न भवति तत्र षत्वं न भवति अतः अवावृश्चुः इति एव भवति अवावृश्चुः अवावृश्च योग सकार अस्ति अस्तु अवावृश्च योग सकार अस्ति इदानीं तत्र सकारस्य लोपः भवति हल्गे भवति सूति अपृष्टं हल्लित्वेन अवावृश्च इति अस्ति अनन्तरं तत्र तत्र चकारस्य चकारस्य व्रश्च इत्यनेन षकारः भवति अनन्तरं स्कोः संयोगान्त्ये च इत्यनेन सकारस्य लोपः अवावृश् इति अस्ति अवावृड् अथवा अवावृट् इति रूपद्वयम् अग्रे अवावृश् योग ईः इति अस्ति अत्र किमपि नास्ति अत्र वर्णमेव अवावृश्चीः इति भवति अवावृश् योगतं तत्रापि अवावृश् अवा षत्वम् अवावृश् योगतम् अनन्तरं स्कोसयोगान्त्यस्ति इत्यनेन सकारस्वलोपः अवावृश् योगतम् अवावृष्टम् इति अत्र ष्टुत्वं भूत्वा अवावृष्टम् इति अग्रे तथैव अवावृष्ट इति भवति अवावृश्च योग अम् अवावृश्चम् इति किमपि कार्यं नास्ति अत्र अवावृश्च योग वा अत्र अत्रापि षत्वं न भवति अव अतः एकवारम् अवावृश् अत् अवावृश्व इति वा किमपि तत्र सकारस्वलोपः न भवति अवावृश्व अवावृश् म इति भवति चकार षकार चकार मकार अस्तु अवावृष्ट तत्र यत्र यत्र नशिष्यमाणम् अस्ति तत्र एव तत् स्कोः संयोगात् योरन्ते च जलीपरे एव कार्यं किल पदान्ते एव जलीपरे वा अत्र तु कार्यं न भवति समीचीनम् अस्तु महोदय धन्यवादः अरुणा भगिनी लटी करोति वा भगिनि वावृश्च योगः ति षकार सकारस्थाने चोः फूतेन ककार आगच्छति भगिनि तत्र स्कोः संयोगाद्योरन्ते च समानकार्यं स्कोः संयोगाद्योरन्ते च इत्यनेन सकारलोपः अतः वावृच् योगः अस्ति इदानीं वावृच्ति न न भ्रश्च भ्रश्च इत्यनेन चषांशः किल मूर्धन्यषकारः गच्छति चकारस्य स्थाने प्रथमं षकारलोपः भवति कोः संयोगात् इत्यनेन तदनन्तरं षकार आगच्छति भ्रश्च षकारस्य स्थाने सम्यक् इदानीं षकारः तकारः अस्ति सन्धिसूत्रं किं भवति तत्र चुत्वं भवति षकारस्थाने षकार अष्ट वा वृष्टिति वा वृष्टि इति भवति वा वृष्टि इति वा वृष्टिति केवलवर्णमेलनं तः अस्ति अत्रापि वा वृष व्यवहारतः प्रथमं कोः संयोगस्य षकारलोपः भवति तदनन्तरं वृष्टिवृष्टि सूत्रेण षकार आगच्छति षकार तदनन्तरं स्तुत्वं भवति वा वृष्टः वा वृष्टति केवलं वर्णमेलं वा वृष्टति सि अस्ति अत्र वावृक्षि भवति प्रथमं षकारलोपः भवति तदनन्तरं षकार आदेशः षकारलोपः सम्यक् गोः संयोगात् तदनन्तरं वश्च प्रचेतन षकार आगच्छति षकारयोगः सकारस्थाने ककार आगच्छति वावृक्षि ईषि वावृक्षीषि वावृष्टः वावृष्ट अत्रापि स्तुनास्तुः सूत्रं प्राप्य भवति प्रथमं लोपः सकारलोपः कोः संयोगात् सूत्रेण तदनन्तरं वृष्टिवृश्चेति सूत्रेण सकार आगच्छति तद् अतः स्तुत्वं भवति वावृष्टः वावृष्टः वावृष्टः वावृष्ट मे अस्ति चेत् वावृष् केवलं वर्णमेलनं भगिनि वावृष्मि वावृक्ष्मि वावृक्ष्मि वावृक्षीमि वावृक्ष्मः वावृक्ष्मः तावदेव तत्र किमपि कार्यं नास्ति केवलं वर्णमेलनमेव सम्यक् सम्यक् भगिनि धन्यवादः उषा भगिनी लोटि वदति वा वावृष्योगः तु इति पित्तस्ति गुणकार्यं नास्ति वावृश्च योगः तु स्कोः संयोगाद्योरन्ते च इति सूत्रेण ताळव्यषकारः लोपः भवति वावृच् भवति वावृच्छ योगः तु वृश्च भ्रश्च सृजं मृज यज राजे इति सूत्रेण चकारस्य स्थाने मूर्धन्यषकारः भवति वावृष्योगः तु ष्ठुनाष्टुः इति सूत्रेण वावृष्टु भवति वावृश्च योगः ईतु वावृश्च योगः ईतु ईतु अपि जलि नास्ति षकारलोपः नास्ति वा वृश्चित् तु इति भवति, वर्णमेलनमेव वावृश्चितु भवति. तात् वावृश्च योगः तात् तात् इति अपित् अस्ति. वावृश्च योगः तात् स्कोः संयोगाद्योरन्ते च इति सूत्रेण शकारलोपः भवति. वावृच् योगः तात् अनन्तरं षत्वम् अनन्तरं स्तुत्वं वावृष्टात् वावृष्टात् भवति. वावृष्टात् वावृष्टाद् अपि भवति, रैट् भगिनि? जलां जशोन्ते अपि वावृष्टाद् भवति, वावसाने वावृष्टात् भवति. वावृश्च योगः ताम् वावृश्च योगः ताम् तामिति अपित् वावृश्च शकारलोपः भवति स्कोः संयोगाद्योरन्ते च इति सूत्रेण वावृश्च इति वावृच् भवति. अनन्तरं वृश्च वृश्च इति सूत्रेण षत्वम् अष्टुनाष्टुः इति सूत्रेण ष्टुत्वं वा वृष्टं वावृष्टां भवति. वावृश्च योगः अतु अतु इति अपित् अस्ति. अपित् जलि नास्ति, स्कोः संयोगाद्योरन्ते च इति सूत्रस्य प्रसक्तिः नास्ति. वावृश्च योगः अतु वावृश्चतु भवति. वावृश्च योगः हि वावृश्च योगः हि चकारः जल् अस्ति. हू जल् ब्योहेर्दिः इति सूत्रेण वावृश्च योगः इति योगः हि इति स्थाने हू जल् ब्योहेर्दिः इति सूत्रेण हि स्थाने धि आदेशः भवति. वावृश्च योगः दि वावृश्च योगः दि दि सो जली जली अस्ति. सो वावृश्च योगः दि शकारलोपः भवति. शकार लोपः स्कोः संयोगाद्योरन्ते च इति सूत्रेण शकारलोपः भवति. वावृच् भवति. वावृच् योगः दि वावृच् चकाराणि शकारादेशः भवति. वृश्च वृश्च इति सूत्रेण वावृश् धि धि स्थाने वावृश्योगः धि दिन् अष्टुनाष्टुः इति सूत्रेण ढि भवति. वावृष्ढि वावृष्ढि योग वावृष् वावृड्ढि भवति जलां जश्चषि इति सूत्रेण. दिन् वावृश्च योगः तात् तात् इति अपित् वा सो स्कोः संयोगाद्योरन्ते च इति सूत्रेण शकारलोपः भवति. वावृच् योगः तात् चकारस्य स्थाने शकारादेशः. अनन्तरं ष्टुनाष्टुः इति सूत्रेण ष्टुत्वं वावृष्टात् भवति. वावृश्च योगः तं षत्वम् अनन्तरं अष्टुत्वं वावृश् स्कोः संयोगाद्योरन्ते च इति सूत्रेण शकारलोपः अनन्तरं षत्वम् अनन्तरम् अष्टुत्वं सो वावष्टं भवति. देन् समानकार्यं वावष्टं रैट् भगिनि? वावृष्टं वावृष्टं धातु वावृश्य वावृश्च योगः तकारः वावृश्च योगः तकारः अपित् सो शकारलोपः भवति. स्कोः संयोगाद्योरन्ते च इति सूत्रेण वावृच् भवति. वावृच् अदन् वृश्च वृश्च इति सूत्रेण शकारादेशः भवति. वावृश् भवति. वावृश् योगः तकारः ष्टुत्वं ष्टुनाशुः इति सूत्रेण तकारस्य ष्टुत्वं वावृष्ट भवति. देन् वावृश् योगः आनि वावृश् योगः आनि पित् अस्ति. जलि नास्ति वा वृश्चानि वा वृश्चाव वा वृश्चाम भवति. सम्यक्, तावदेव. तत्र श्रीवल्ली भगिनी अस्ति किल भवती? नाम तु दृश्यते अत्र. अस्तु भगिनि. अस्तु, उषा भगिनी वा? आम्, नमस्ते. श्रीवल्ली भगिनि श्रूयते वा? आम्, श्रूयते भगिनि. श्रूयते परन्तु करण्ट् विद्युत् नास्ति वा? विद्युत् अस्ति परन्तु अन्तर्जाले नास्ति. दूरवाण्याम् अपि किञ्चित् प्राब्लम् अस्ति. अस्तु, कर्तुं शक्यते चेत् करोतु. आं भगिनि, आं भगिनि. वाव्रश् योगः यात् वाव्रश् योगः यात् जल् नास्ति वाव्रश्च्यात् भगिनि. वाव्रश्च्यात् वाव्रश्च्याता वाव्रश्च्युः वाव्रश्च्याः वाव्रश्च्यातं वाव्रश्च्यात वाव्रश्च्यां वाव्रश्च्याव वाव्रश्च्याम इति रूपाणि. समीचीनं, सम्यक्. तावदेव तत्र कार्यम्. अग्रिमधातुः अस्ति अन्तिमं प्रायः अस्मिन् अभ्यासे, मघी इति धातुः. तत्र मामङ्ग् इति यङ् लुगन्तरूपं. लटि वदति वा भगिनि? श्रीवल्ली भगिनि, आं भगिनि. मामङ्ग् इति रूपं प्रथमं लटि. मामङ्ग् योगः अस्ति. मामङ्ग् योगः अस्ति तिप् पित् अस्ति जल् अस्ति स्कोः न स्कोः भगिनि. स्कोः संयोगातः नास्ति संयोगाद्ये नकार गकारयोः संयोगः संयोगः अस्ति परन्तु स्कोः नास्ति भगिनि. स्कोः घकार अस्ति खलु तत् घकार अस्ति अतः किल ञकार कवर् स्कोः नास्ति. स्कोः नास्ति, स्कोः संयोगान्तस्य लोपः न भवति, पदान्ते नास्ति. अतः जशस्ततोर् प्रायः घकारः किल महाप्राण जशन्तः. आं जशन्तः दहान् मामत् मामङ्ग् योग धी भगिनि अस्ति वा? न श्रूयते. श्रीवल्ली भगिनी, भवत्याः ध्वनिः न श्रूयते, प्रायः लैन् ड्राप् अभवत्. अस्तु, महोदय करोति वा? अस्तु, अस्तु. मामङ्ग् ध इति धकार अस्ति खलु, धकार वा? मामङ्ग् योगः इदानीं जशस्ततोर्दोर्धः इत्यनेन धकारः. मामङ्ग् मामङ्ग् योग ति इत्य मामङ्ग् धि इति भवति. मामङ्ग् योगति अत्र गकार अस्ति. गकार इदानीं धकार अस्ति, सारि घकार अस्ति. अस्तु, घकार अस्ति इदानीं तत्र जलां झषि इत्यनेन जसु मामङ्ग् मामङ्ग् एकवारं मामङ्ग् मामङ्ग् एव. अस्तु, मामङ्ग् मामङ्ग् धि इति भवति. तत्र यदा मामङ्ग् योगः ति इति प्रथमस्तरे आसीत् तत्र करीच इत्यस्यापि प्रसक्तिः अस्ति. तकारः तु खर्वर्णः अस्ति किल, परन्तु जशस्ततोर्दः ए टु अतः तस्य कार्यम् अग्रे महोदय भगिनि क्षम्यतां भगिनि प्रश्नः अस्ति किमर्थं संयोगं न कृतवान् भगिनि मामङ् अत्र नकार अस्ति ककार अस्ति संयोग किमर्थं न भवति संयोगः अस्ति एव संयोगः अस्ति परन्तु लोपः न भवति किमर्थं पदान्ते पदान्ते संयोगान्तस्य लोपः इति पदान्ते एव कार्यं प्रायः अग्रे यदा लङ्लकारः भवति तत्र तस्य प्रसक्तिः भवेत् माम् तत्र यदा पदसंज्ञा जातः तत्र ङकारस्य लोपः लङ्लकारलोपः भवति तदा तदापि तत्रापि द्रष्टव्यम् अकृतव्यूहः इति आगच्छति वा इति पश्यामः आं महोदय मामङ्गी अभवत् इदानीं मामङ्घीति किमपि अस्ति मामङ्घ् योग अतः तत्रापि जशस्ततो दो दः इत्यनेन दः इति भवति मामङ्घ् योग दः तत्र इदानीं जलां जश्चषि इत्यनेन जस्त्वं मामङ्घः इति भवति अग्रे मामङ्घ् मामङ्घ् योग अति मामङ्घति इति किमपि कार्यं नास्ति मामङ्घ् योगसि इति अस्ति तत्र मामङ्घ् इति अस्ति अत्र चर्त्वमेव सि इति अस्ति अतः चतुर्दोषः न भवति अतः मामङ् इदानीं तत्र घकारस्य ककारः भवति मामङ्घ् मामङ्क् मामङ्क् योगसि मामङ्क्षि इति भवति आदेशप्रत्यय इत्यनेन मामङ्क्षि इति योग ईषि मामङ्घीषि इति भवति मामङ्घ् योग अत्र धकार भवति मामङ्घः मामङ्घः इति जत्वं जलां जश्चषि इत्यनेन तथैव मामङ्घः इति भवति मामङ्घ् मामङ्घ्मि इत्र तत्र मामङ्घ्मि इति किमपि कार्यं नास्ति मामङ्घीमि इति मामङ्घ् वः अत्रापि किमपि कार्यम् एकवारं मामङ्घ्वः मामङ्घ्वः मामङ्घ्मः इति किमपि कार्यं नास्ति किमपि कार्यं नास्ति सम्यक् तावदेव तद् एकमेव विषयं तत्र मघी इति धातुः मामङ्ग् इति यङ्लुगन्तरूपम् अतः तत्तु इदित् धातुः अस्ति इदित् यदा कार्यम् आगच्छति चेत् अन्यत्र इदानीं तु न दृश्यते अस्तु ओ अनुदितं दट्स् व्हाई इट् डजंट वर्क ओके समीचीनं तदेव इदित् धातुः अस्ति भवती एव लोटि वदतु भगिनि लोट मामङ्ग् योगः तु मामङ्ग् योगः तु पित् अस्ति मामङ्ग् योगः तु जशस्ततोर्धोर्धः इति सूत्रेण तु स्थाने धु भवति मामङ्ग् योगः धु जलां जश् जशि इति सूत्रेण घकारस्य स्थाने घकार आदेशः भवति मामङ्ग् मामङ्ग् धु भवति भगिनि बद् फैनल् फार्म् इस् सो टफ् टु से मामङ्ग् यङ्लुगन्तदातवः सर्वत्र तादृशमेव अस्ति किमर्थम् अतः एव तस्य उपयोगः विरलः इति पुनः पुनः इत्येव वयं वदामः तत्र मामङ्ग्धु इति कथं वदामः मामङ्ग् योगः ईतु ईतु अपि जलि नास्ति सो मामङ्गीतु मामङ्ग् योगः तात् तात् इति अपित् अस्ति जल् अस्ति सो मामङ्ग् योगः तात् जशस्ततोर्धो दः इति सूत्रेण तात् इति स्थाने धात् भवति मामङ्ग् योगः धात् जलां जश् जशि इति सूत्रेण मामङ्घ् घ् स्थाने ग् भवति, अल्पप्राण ग् भवति, मामङ्ग् मामङ्ग् धात् भवति. मामङ्ग् योगः ताम् मामङ्ग् योगः ताम् प्रक्रिया समानमेव. मामङ्ग् मा दशस्ततोर्दोदः अपि च जलां जश् जशि मामङ्ग् धाम् भवति. मामङ्ग् योगः अतु जलि नास्ति, जलि नास्ति, सो जशस्ततोर्दोदः जश् जश् अस्ति, तात नास्ति. मामङ्ग् योगः अतु मामङ्गतु भवति. मामङ्ग् योगः हि हि भवति, हू जल् जल् भवति. मामङ्ग् गकारस्य गा जल् भवति, सो हि हू जल्भ्यो हेर्दिः इति सूत्रेण हि स्थाने धी भवति. मामङ्ग् योगः धी भवति. मामङ्ग् योगः धी मामङ्ग् योगः धी जलां जश् जशि इति सूत्रेण मामङ्ग् धी भवति. मामङ्ग् योगः तात् मामङ्ग् योगः तात् तात् तात् सो जला जशस्ततोर्दोदः इति सूत्रेण तात् इति स्थाने धात् भवति. मामङ्ग् योगः धात् मामङ्ग् योगः जलां जश् जशि इति सूत्रेण मामङ्ग् घ् स्थाने अल्पप्राण भवति. मामङ्ग् मामङ्ग् धात् भवति. मामङ्ग् योगः तं प्रक्रिया समानमेव. मामङ्ग् ग् धं भवति. मामङ्ग् योगः तकारः भवति. जशस्ततोर्दोर्दः इति सूत्रेण तकारस्य स्थाने धकारवादेशः. देन् जलां जश् जशि इति सूत्रेण घकारस्य मामङ्ग् घकारस्य स्थाने घकार आदेशः भवति. मामङ्ग् ग् थ ङ् ध. देन् मामङ्ग् योगः आनि आनि पित् अस्ति, कार्यं नास्ति. मामङ्घानि मामङ्घाव मामङ्घाम भवति. सम्यक्, तावदेव तत्र समीचीनम्. अरुणा भगिनी लङ्गी वदति वा? भगिनि प्रथमम् अडागम आगच्छति. मामाङ्ग् तकार प्रत्ययः, तकार लोपः भवति सूत्रेण पदमस्ति, ततः लोप संयोग सूत्रेण नकार लोपः भवति. संयोगान्तस्य लोपः, अन्तिमपदस्य अन्तिमवर्णस्य लोपः. ओ मामङ्ग् अस्ति, घा लोपः भवति. सम्यक्. मामङ्ग् एव अवशिष्यते भगिनि. अत्र पुनः अस्माकम् अकृतव्यूहाः पाणिनीयाः आगत्य नकारः पूर्वं नकारः आसीत् मघी इति धातुः, इदितो नुम् धातोः इत्यनेन नुम् आगमः, नुम् एव अनन्तरं नकारः जातः, गकारस्य प्रभावेण नकारः जातः. इदानीं गकारः एव अपगच्छति चेत् नकारः नकारः भवति, अमामन् इति भवति. ओ अमामन् भवति. अमामन् अमाङ्घीत् अमाङ्घीत् इति वर्णमेलनमेव. अमामाङ्घ योगतां जश् यशोतथोधोतः तेन पकार तां स्थाने थाम् आगच्छति. जलां जश् जशि इति सूत्रेण दकारस्थाने दकार आगच्छति. मामान्धा बहु अस्ति, वर्णमेलमेव. अमामाङ्गुः सकार अस्ति अत्रापि लोपः भवति पदान्त अस्ति संयोग सूत्रेण घकारलोपः भवति अमामानः अमामान् एव अमामान् एव विसर्ग विसर्ग ईहि अस्ति अतः स्वर्णमेलनमेव अमामाङ्घि हि ममाङ्घिः तम् अस्ति अत्र सूत्रद्वयं कार्यं करोति जष्टोधोधः इति सूत्रेण तं स्थाने थम् आगच्छति तदनन्तरं जलां जष्टेषु इति सूत्रेण खकारस्थाने घकार आगच्छति ममान्धं अम् अस्ति अमामाङ्गम् अमामाङ्ग्वा अमामाङ्ग्म सम्यक् विधिलिङ्गि अपि वदतु भगिनि अत्रापि किमपि अत्रापि अस्ति केवलं वर्णमेलनमेव मामाङ्घ्यात् मामाङ्घ्यात् मामाङ्घ्यातां मामाङ्घ्युः मामाङ्घ्युः मामाङ्घ्याः मामाङ्घ्यातां मामाङ्घ्यातां माम्याङ्घ्याता माम्माङ्घ्यां माम्माङ्घ्याव माम्माङ्घ्याम समीचीनम् उत्तमम् अतः तत्र प्रथम अभ्यासः तु अभवत् इदा अग्रे तु सरलमेव अस्ति तत्र प्रायः अग्रिमसप्ताहात् तस्य आरम्भं कुर्मः अस्तु विरमामः वा धन्यवादः धन्यवादः धन्यवादः भगिनि धन्यवादः धन्यवादः धन्यवादः।